सर्वेषां संस्कृतकक्षायां पुनः एकवारम् स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. विद्याशस्त्रस्य शास्त्रस्य द्विविद्ये प्रतिपत्तये आद्याहास्याय वृद्धत्वे द्वितीया त्रियते सदा. इत्युक्ते अस्मिन् लोके वयम् आदरेण सह जीवितुमिच्छामः तर्हि अस्माकं जीविकायै विद्याद्वयम् अपेक्षितम्. इत्युक्ते विद्याद्वयम् आवश्यकम्. परन्तु ते के इत्युक्ते एका अस्ति शस्त्रविद्या, अन्या अस्ति शास्त्रविद्या. शास्त्रविद्या इत्युक्ते शास्त्राणाम् अध्ययनम्. परन्तु अनयोः द्वयोः पार्थक्यमस्ति. अत्र पार्थक्यं किम् इति सुभाषितकारः अस्मान् बोधयति. यद्यपि येन केनापि बाल्यकाले शस्त्रविद्याभ्यासं कृतं तथापि वृद्धावस्थायां शस्त्रविद्याभ्यासेन उपयोगः अस्ति वा अथवा प्रयोजनम् अस्ति वा इति चिन्तनं कुर्मः चेत् साधारणतया वृद्धावस्थायां वयं सर्वे अशक्ताः भवामः. शस्त्रविद्याभ्यासं कर्तुम् अथवा अध्ययनं कर्तुम् अपि अशक्ताः भवामः. अपि च यदि वयम् अभ्यासं कुर्मः चेत् शस्त्रविद्या वृद्धावस्थायाम् अन्येषां वीक्षकाणां मनसि हास्यं जनयति. इत्युक्ते तं वृद्धं दृष्ट्वा, यः शस्त्रविद्याभ्यासं करोति तं वृद्धं दृष्ट्वा सर्वे जनाः हसन्ति. परन्तु अत्र द्वितीया विद्या अस्ति. परन्तु इदानीन्तनकाले कोऽपि शस्त्रविद्याभ्यासं जनाः न कुर्वन्ति, परन्तु अन्यासां विद्यानाम् अध्ययनं कुर्वन्तः सन्ति अधुना. परन्तु तासां का गतिः इति अपि चिन्तनीयं भवति. परन्तु अत्र सुभाषितकारः वदति शास्त्रविद्या तु भिन्ना. कथम् इत्युक्ते यः शास्त्रान् पठित्वा सम्यक् अवगतवान् आसीत् सः वृद्धावस्थायाम् अपि शास्त्रविद्याध्ययनं करोति चेत् जनाः तस्य आदरणं कुर्वन्ति. इत्युक्ते कोऽपि न हसन्ति तं दृष्ट्वा. अतः अस्माकं शास्त्राणाम् आदरणं सर्वदा भवति एव इति तु वयं जानीमः. परन्तु शास्त्राणि संस्कृतभाषायाम् एव सन्ति. तदर्थं शास्त्राणाम् अवगमनार्थं वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अध्ययनं कुर्मः. तदेव अस्माकं कार्यम्. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे गृहपाठं प्रेषितवती. अत्र प्रथमतया तत्र उषा भगिनी भवती कृतवती वा? आं महोदय. अत्र अष्टात्रिंशत्तमे पुटे भूतकालरूपाणि पूरयन्तु. अत्र अहम् एकं वदामि. अत्र रिक्तस्थलानां पूरणं कृतवती वा अथवा रिक्तस्थलानि पूरितवती वा? अत्र वाक्यद्वयम्. रिक्तस्थलानां पूरणं कृतवती वा अथवा रिक्तस्थलानि पूरितवती वा? अत्र रिक्तस्थानि भवती वदतु. स्थलानि पूरयतु. पूरयतु. उत्तमम्. अत्र पूरयतु इति लोट्लकाररूपं, परन्तु पूरयति लोट्लकाररूपं. पूरयति इति णिजन्तरूपम्. णिजन्तरूपं पूरयति. तदर्थमेव अत्र अहं पूरितवती अथवा अहं रिक्तस्थलानां पूरणं कृतवती. अहं रिक्तस्थलानां पूरणं कृतवती. उत्तमम्. पठति, पठितवान्, पठितवन्तः, पुंलिङ्गे पठितवान्, बहुवचनं पठितवन्तः, स्त्रीलिङ्गे एकवचनं पठितवती, बहुवचनं पठितवत्यः. पठति, पठितवान्, पठितवन्तः, पठितवती, पतितवत्यः भवती उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः पिबति पीतवान् पीतवन्तः पीतवती पीतवत्यः लिखति लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः नयति नीतवान् नीतवन्तः नीतवती नीतवत्यः पश्यति दृष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः पृच्छति पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः त्यजति त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः खादति खादितवान् खादितवन्तः खादितवती खादितवत्यः जानाति ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः करोति कृतवान् कृतवन्तः कृतवती कृतवत्यः शृणोति श्रुतवान् श्रुतवन्तः श्रुतवती श्रुतवत्यः ददाति दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः उत्तिष्ठति उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उपविशति उपविष्टवान् उपविष्टवन्तः उपविष्टवती उपविष्टवत्यः स्थापयति स्थापितवान् स्थापितवन्तः स्थापितवती स्थापितवत्यः गृह्णाति गृहीतवान् गृहीतवन्तः गृहीतवती गृहीतवत्यः रोदिति रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः शक्नोति शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः भवति अभवत् अभवन् अभवत् अभवत् उत्तमं सुन्दरं सर्वे श्रुतवन्तः वा सर्वे श्रुतवन्तः इति भाति अत्र सम्यक् भगिनी उत्तमम् अनन्तरं उत्तमम् अनन्तरम् अद्य किञ्चित् चिन्तनं कुर्मः अस्मिन् विषये अत्र वयं भवन्तः सर्वे जानन्ति एव अत्र एतानि रूपाणि भूतकालरूपाणि अपि च तवतु प्रत्ययान्तरूपाणि परन्तु व्याकरणकक्षायां वयमपि अधुना पठिष्यामः तवतु प्रत्ययान्तम् अत्र प्रत्ययस्य नाम अस्ति तवतु तवतु इति प्रत्ययस्य नाम अत्र उकारः अपगच्छति अपि च ककारः अपगच्छति ककारः अपि च उकारः भिन्नसूत्रेण भिन्नाभ्यां सूत्राभ्याम् अपगच्छति अत्र उकारः तत्र सूत्रमस्ति उपदेशे जनुनासिक इत् इत्यनेन अपगच्छति अपि च ककारः लशक्वतधिते इत्यनेन अपगच्छति केवलं तवत् इति रूपं तिष्ठति धातुतः तवत् इति रूपं योजनेन अत्र तवत् प्रत्ययान्तरूपं सिद्ध्यति कथं पठ इति धातुः पठति इति पदस्य धातुः पठ पठ्ययोगः तवत् तत्र इडागमः भूत्वा पठितवत् इति रूपम् आगच्छति पठितवत् इति रूपं प्रातिपदिकं भवति पठति रूपं प्रातिपदिकं रूपम् अपि च तकारान्तपदं पठति पठितवत् इति तकारान्तपदं यदि तकारान्तपदम् अस्ति चेत् रूपाणि कथं भवन्ति अत्र शोभा अत्र रघुपति आचार्यमहोदय भवान् वदति वा अत्र तकारान्तपदमस्ति चेत् रूपाणि तकारान्त रूपाणि विभक्तिरूपाणि वा? आं महोदय, तत्र पदं तकारान्तमस्ति चेत् साधारणतया वयं किं स्मर्तव्यम् इत्युक्ते अत्र भवान् भवन्तौ भवन्तः भवन्तौ भवन्तं भवन्तौ भवन् भवन्तौ भवतः भवतः ओके भवतः भवता भवता भवद्भ्यां भवद् भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः पञ्च भवतः भवतः भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः षष्ठीविभक्ति अपि षष्ठीभक्ति अपि भवतः भवद्भ्यां विभक्त्याम् अपि च भवतोः सोरि भवतोः भवतोः भवतां भवतां भवतां सप्तमी विभक्ति भवति भवति भवति भवतोः अपि च भवत्सु भवत्सु सुन्दरं महोदय, तावदेव तथा रूपाणि भवन्ति. अत्र अत्रापि पठितवान् इति पदं त्रिषु लिङ्गेषु भवति. पठितवान् इति पदं तत्र त्रिषु वचनेषु भवति. अत्र पठितवती इति पदमपि त्रिषु वचनेषु भवति, अपि च सप्तसु विभक्तिषु भवति. परन्तु अत्र पठितवान् इति पदं भवान् शब्दवत् एकविंशति रूपाणि आगच्छन्ति. तथा एव पठितवती इति पदमस्ति स्त्रीलिङ्गे, रूपाणि एकविंशति रूपाणि भवन्ति. परन्तु नदी शब्दवत् पठितवती इति पदं नदी शब्दवत्. तथा अत्र शोभा भगिनी वदतु, नदी शब्द एकविंशति रूपाणि मास्तु, परन्तु केवलं प्रथमविभक्ति द्वितीयविभक्ति रूपाणि वदतु. नद्यौ नद्यः नदी सारि नदी नद्यौ नद्यः नदी नदी नद्यः नदीं नद्यौ नदीं नद्यौ नद्यः तावदेव इत्युक्ते अत्र अत्र पठितवती इति पदं नदी शब्दवत् भवति. अत्र वयं किं कुर्मः अधुना, इतोपि किञ्चित् एतेषां पदानां विषये किञ्चित् इतोपि अवगन्तुं प्रयत्नं कुर्मः. अत्र प्रथमं पदं पठति इति पदमस्ति, एकवारं पुनस्मरणं कुर्मः. पठति इति पदम् अत्र रूपं किं भवति भगिनि, वदतु शोभा भगिनि. पठति प्रथमपुरुष एकवचनं किं लकारः लट्लकारे अपि च भूतकालरूपाणि कानि? भूतकालरूपाणि अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत् अपठत उत्तमपुरुष अपठम् अपठाव अपठाम उत्तमं सुन्दरं तावदेव. इदानीं पर्यन्तम् अत्र शोभा भगिनी किम् उक्तवती, लङ्लकाररूपाणि भूतकाल लङ्लकाररूपाणि तिङन्तपदानि उक्तवती. परन्तु अत्र अस्माकं विषयः अस्ति क्तवत् रूपाणि. क्तवत् रूपाणि सर्वदा विशेषणानि भवन्ति, अपि च सुबन्तपदानि, न तु तिङन्तपदानि. अत्र संस्कृतभाषायां पदानि द्विप्रकारकाणि. कथम्? एकविधम् एकप्रकारकमस्ति सुबन्तपदानि इत्युक्ते नामपदानि, तिङन्तपदानि इत्युक्ते क्रियापदानि. भगिनी यदुक्तवती तत् पदं तिङन्तपदम् इत्युक्ते क्रियापदं, भूतकालार्थे लङ्लकारम् उपयुज्य भगिनी उक्तवती. परन्तु अत्र भूतकालरूपाणि, पठति पदस्य तावत् रूपाणि वदतु पुनः एकवारं भगिनि. यदा पठितवती भगिनि, पठितवती, पठितवन्तः, पठितवती, पठितवन्तः बहुवचनं, द्विवचने पठित पठन्ति, पठितवन्तः, पठतः, पठितः. भगिनि भगिनि, अत्र पठितवान् इति पदं द्विवचने वक्तुमिच्छति चेत् भवान् शब्दवत्, पठितवान् इति पदं भवान् शब्दवत् वदतु. पठितवती, पठितवान्, पठितवन्तः, पठितवत्यः, बहुवचने, बहुवचने. परन्तु यदि भवती पठितवान् इति पदस्य द्विवचनरूपम् इच्छति चेत् पठितवान्, पठितवन्तौ, पठितवन्तः इति भवति. आं भगिनि, पठितवन्तौ, पठितवन्तः, पठित स्त्रीलिङ्गे पठितवन्ते. अत्र पठितवती इति पदमस्ति स्त्रीलिङ्गे, परन्तु नदी शब्दवत्, नदी शब्दं कथं उक्तवती भवती? नदी नद्यौ, पठितवत्यौ, पठितवन्तः, पठितवत्यः, पठितवती, पठितवन्, पठितवत्यौ, पठितवत्यः, तावदेव. इत्युक्ते अत्र पठति, परन्तु अत्र धातुः अस्ति पठ् धातुः, पठति इति क्रियापदं, परन्तु अत्र इडागमः अभवत्, मध्ये इकारः आगतः, तथा एव पतति, पतति रूपाणि अत्रापि इडागमः अस्ति वा न वा? पठति पदस् पदे पतति द्वितीयं पदं पतति अभ्यासपुस्तके अस्ति इति अहं चिन्तयामि. अस्ति अस्ति, तावदेव. इत्युक्ते अत्र पतति रूपं किम् अभवत्? पतित, पतितवती, पतितवत्यौ, पतितवत्यः, तावदेव स्त्रीलिङ्गे. इत्युक्ते अत्र पतति इति पदम् अत्र पतित, पतितवान् इति भवति, पठति, पठितवान् इति भवति. इत्युक्ते अत्र मध्ये इकारः आगतः. किमर्थं तथा, किमर्थम् इत्युक्ते तत्र नियमाः सन्ति. अनन्तरं वदति इति पदमस्ति, वदति इति पदस्य निजरूपं तावत् प्रत्ययात् निजरूपं किं, गते सप्ताहे अहम् उक्तवती, अत्र केवलम् उक्ता इति दत्तमस्ति, परन्तु वदति इति पदस्य तावत् प्रत्ययान्तरूपम् उदितवान्, उदितवान्, उदितवान्. अत्र चत्वारि पदानि, चत्वारि रूपाणि वदतु उदितवान् पदस्य. उदितवान्, उदितवान्, उदित, उदितवत्य, उदितवत्यः, उदित, सारि, उदितवान्, उदितवन्तः, उदितवत् पुंलिङ्गे, उदित बालकः, बालकौ, भवन्तौ, भवन्तौ, उदितवन्तौ, उदितवन्तः, तावदेव स्त्रीलिङ्गे. उदितवती, उदितवत्य, उदितवत्यः, उत्तमम्. अनन्तरम् अत्र उक्ता इति पदं दत्तमस्ति, परन्तु किमर्थं तथा इत्युक्ते तत्र वद् इति धातुतः वदति क्रियापदं वद् धातुतः उदितवान् रूपम्, उदितवती रूपं, परन्तु अत्र उक्ता इति दत्तमस्ति, उक्ता इति पदं वच् वच् धातुतः आगच्छति, वच् धातुतः आगच्छति, तदर्थम् अत्र उक्तवान् रूपमपि समीचीनम् एव. उक्तवान् रूपं, रूपाणि वदतु भगिनी. उक्त, उक्तवान्, उक्त, उदितवान् समानरूपम् अस्ति वा भगिनि? अर्थः समानः, अर्थः समानः, उप उपयोग अर्थः समानम्, अर्थं अर्थः समानः, अपि च उपयोगमपि समानं, समानरूपेण एव उपयोगं कुर्मः, परन्तु केवलम् अत्र धातुः भिन्नः. अत्र संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति, मोर् देन् 2000 धातुस्. बेस्ड् आन् धातुस् ओन्ली वि गेट् द आल् द वर्ड्स् आर् क्रियेटेड् इत्युक्ते अत्र धातुरूपं. परन्तु वयं सर्वे वदति इति पदं जानीमः, वदति इति किञ्चित् प्रसिद्धं रूपम्, अपि च उक्तवान् इति पदं प्रसिद्धं रूपम्, उदितवान् रूपं कोञ्च तत्र किञ्चित् साधारणरूपं नास्ति. साधारणतया वयं सा उक्तवती, सः उक्तवान् इति वदामः. परन्तु अत्र अन्यं पदं वच् धातुतः वक्ति, वक्ति इति क्रियापदम् आगच्छति. वक्ति इति वच् धातुतः उक्तवान् रूपम् आगतं तावदेव. अनन्तरं एतत् पदस्य सम्बन्धे उवाचपदस्य किञ्चित् वदतु भगिनि. वाच, मनसा वाच कर्मणा. कः वदति विभक्तिः का? रघुपत्याचार्य महोदय ऊहां करोतु. तृतीया विभक्ति. यदि तावदेव इत्युक्ते यदि वयं पूजां कुर्मः तदा किं वदामः? मनसा वाच कर्मणा. अत्र पदानि पश्यन्तु, कर्मणा इति पदं किञ्चित् ध्वनिः अस्ति, कर्मणा इति पदम् अत्र तृतीयाविभक्तिरूपं. परन्तु कर्मपदं नकारान्तपदम् अपि च तस्य तृतीयाविभक्तिरूपं कर्मणा. किमर्थं तत्र णत्वं भवति? रेफः अस्ति इति कारणतः. तथा एव मनः शब्दं, मनः शब्दः नपुंसकलिङ्गपदं सकारान्तपदम्. तस्य मूलरूपमस्ति मनस् सकारान्तपदं. तदर्थमेव प्रथमाविभक्तिरूपं मनः भवति, तृतीयाविभक्तिरूपं मनसा. तथा एव वाच, वाच इति पदं चकारान्तपदं, चकारान्तपदं. परन्तु प्रथमाविभक्तिरूपं वाक्, वाक् भवति, तृतीयाविभक्तिरूपं वाचा, वाचा. परन्तु अत्र पश्यन्तु, अहं कथं पठामि अथवा अहं कथं देवं पूजयामि इत्युक्ते मनसा वाचा कर्मण इत्युक्ते अत्र भाववाचकतृतीया. अत्र मनसा वाचा कर्मण इति अहं तथा अहं पूजयामि. अवगतं वा भगिनि? आं भगिनि, धन्यवादः. अत्र अग्रिमं पदमस्ति पिबति इति पदमस्ति. पिबति इति पदस्य रूपाणि वदतु. पिबति, पिबति पीतवती. पिबति ओन्लि भगिनि? पिबति, पिबत्, पिबतः नवरूपाणि अथवा? अत्र केवलं चत्वारि रूपाणि. चत्वारि पुंलिङ्गे, पुंलिङ्गे एकवचने बहुवचने, स्त्रीलिङ्गे एकवचने बहुवचने. पिबति, पीतवान्, पीतवत्, पीतवन्तः, पीतवती, पीतवत्यः. तावदेव उत्तमम्. इत्युक्ते अत्र अत्र एकं वदामि. अत्र यदि वाक्यं रचयामश्चेत् एकं वाक्यं वदतु. पीतवान् इति पदं योजयित्वा वदतु. भवान् पानीयं पीतवान्. उत्तमं, भवान् पानीयं पीतवान्, उत्तमं वाक्यम्. अत्र भवान् इति पदस्य सम्बन्धः केन सह अस्ति? पीतवान् इति पदेन सह तस्य सम्बन्धः अस्ति. इत्युक्ते भवान् इति पदस्य विशेषणं पीतवान्. भवान् पीतवान्, भवान् कीदृशः? पीतवान्. परन्तु अत्र किं पीतवान्? किमपि इत्युक्ते जलं वा भवतु, पानीयं वा भवतु, अथवा मद्यं वा भवतु, किमपि भवतु, भवान् पीतवान्. अत्र पीतवान्, पीतवान् इति पदं भवान् शब्दस्य विशेषणं भवति तस्मिन् वाक्ये. परन्तु पाधातुः सकर्मकधातुः, पाधातुतः पिबति इति रूपम् आगच्छति, अतः क्रियापदं स्वीकरोति. तदर्थमेव अत्र भवती पानीयम् इति पदं योजयित्वा वाक्यं रचितवती. अनन्तरम् अत्र पूर्वस्मिन् पदे अत्र वदति इति पदस्य रूपम् उदितवान् भवति. तत्र वकारः किमर्थम् उकारः भवति इति विषये अत्र तत्र एकः नियमः अस्ति, तस्य नाम अस्ति सम्प्रसारणम्. तत्र वदति वदति उदितवान् कथं भवति, वकारः उकारः कथं भवति इत्यस्मिन् विषये तत्र एकं सूत्रमस्ति. परन्तु तत्र प्रक्रिया का इत्युक्ते सम्प्रसारणम् इति वदामः. सम्प्रसारणं भूत्वा तत्र वदति उदितवान् भवति. तावदेव. अनन्तरम् अत्र लिखति इति पदमस्ति. लिखति अत्र रूपाणि कानि? लिखति, लिखितवान्, लिखितवन्तः, लिखितवती, लिखितवत्यः. लिखितवती, लिखितवत्यौ, लिखितवत्यः. लिखितवान्, लिखितवन्तौ, लिखितवन्तः. उत्तमम्. अत्र अत्र इकारः मध्ये आगतः वा? आगच्छति भगिनि. आगच्छति इत्युक्ते अत्र इडागमः अस्ति. कुत्रचित् इडागमः भवति, कुत्रचित् न भवति. अनन्तरं नयति इति पदं वदतु. नयति रूपाणि? नयति, नीतवती, नीतवत्यौ, नीतवत्यः, नीतवान्, नीतवन्तौ, नीतवन्तः. उत्तमं, तावदेव. अत्र परन्तु नयति इति पदं पदस्य धातुः अस्ति नी, दीर्घ इकारान्तधातुः. नी धातुः इत्युक्ते अजन्तधातुः इति वदामः. नी इति पदस्य पदात् नयति इति रूपं कथम् आगतम् इति तत्र नियमाः सन्ति. तद् अत्र नी धातुतः नयति इति पदम् आगच्छति. अनन्तरं नयनं वयं जानीमः. नयनम् इत्युक्ते अत्र नेत्रम् इति अपि अस्ति, अथवा नयनं, नयनम् इत्युक्ते किमपि वस्तोः नयनं, तदपि भवति. भगिनी, द वर्ड् दट् यु सेड् इडाङ्गणम्. अत्र इडागमः, इडागमः इत्युक्ते अत्र अत्र पश्यतु भगिनि, केवलं तत्र किमपि नास्ति. इडागमः इत्युक्ते इट् आगमः, तत्र सन्धिः भवति टकारस्य स्थाने डकारः. इट् आगमः, इट् आगमः इत्युक्ते तत्रापि इट् इति पदात् टकारः गच्छति, केवलम् इ एव तिष्ठति. तदर्थं मध्ये इकारः आगच्छति इति अर्थे. तत्र एकं पारिभाषिकपदं, पारिभाषिकपदम् इत्युक्ते टेक्निकल् टर्म्, टेक्निकल् टर्म् अस्ति, तदेव इडागमः. अपि भगिनी, लिखित पदे इडागमः अस्ति, परन्तु नीतपदे नास्ति वा? नास्ति, नास्ति. बिकास् दट्स् द फस्ट् लेटर् टर्निङ्ग् इन् टु नी. तावदेव. अत्र तत्र किं भवति इत्युक्ते अत्र नी धातु, नी धातुतः तत्र यदि व्याकरणकक्षायां ये ये जनाः सन्ति ते जानन्ति एव, अत्र नी धातुः तत्र गुणकार्यं भूत्वा, गुणकार्यं भूत्वा प्रथमतया नी ने भवति, ने भवति. तदनन्तरम् अत्र यान्तवान्, अत्र ने भवति. तदनन्तरम् अत्र यान्तवान्तादेशसन्धिः इत्युक्ते यचोयवायावः इति सूत्रं कार्यं करोति. तथा भूत्वा नय इति रूपम् आगच्छति. तदनन्तरं नयति अथवा नयनम् अथवा किमपि रूपं सम्भवति अत्र. तदनन्तरम् अत्र पश्यति इति पदमस्ति. पश्यति रूपाणि वदतु. पश्यति, दृष्टवान्, दृष्टवन्तौ, दृष्टवन्तः, दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः. दृष्टवत्याः इत्युक्ते अत्र धातुः अस्ति, परन् अत्र क्रियापदं पश्यति, परन्तु धातुः अस्ति दृष्टधातुः. अत्र पश्यतु, अहं अहं दृष्टवती, अहं दृष्टवती, अहं चित्रं दृष्टवती इति वाक्यमस्ति. अहं कीदृशी अहं दृष्टवती इत्युक्ते दृष्टवती इति पदम् अहं शब्दस्य विशेषणम्. अनन्तरं अत्र दृष्टवती अस्ति, पश्यति इति पदस्य क्तान्तरूपं दृष्टवती, परन्तु दर्शयति तयोर्मध्ये भेदः अस्ति वा? किञ्चित् चिन्तयतु. पश्यति, दर्शयति, वाक्यद्वयं रचयतु. पश्यति यथा सः पश्यति, सः दर्शयति अर्थं भेदः अस्ति भगिनि. दर्शयति सः अन्येन दर्शयति. उत्तमम्. अन्यं दर्शयति. अन्यं दर्शयति. अत्र वाक्यं रचयतु, एकं वाक्यं रचयतु. पश्यति योजयित्वा एकं वाक्यं, दर्शयति योजयित्वा एकं वाक्यम्. भवती चित्रं पश्यति, भवती चित्रं दर्शयति. भवती चित्रं सखीं दर्शयति. तावदेव उत्तमं. परन्तु अत्र पश्यति पदस्य स्थान्तरूपं दृष्टवती. परन्तु अत्र दर्शयति इति रूपं किं भवति? चिन्तयामः. दर्शयति द्रष्टुम्. अत्र किञ्चित् नूतनं भगिनि, अत्र किञ्चित् नूतनमस्ति. यदि भवती अत्र स्थापयति इति पदं पश्यतु. स्थापयति पदं, हा, स्थापयति, स्थापितवती. रूपाणि स्थापितवती, स्थापितवत्यौ, स्थापितवत्यः, स्थापितवान्, स्थापितवन्तौ, स्थापितवन्तः. तथा एव अत्र दर्शयति इति रूपाणि सम्भवन्ति. द्रष्टयति, दर्शितवती, दर्शितवती. अधुना वदतु रूपाणि. दर्शितवती, दर्शितवत्यौ, दर्शितवत्यः, दर्शितवत् वान्, दर्शितवन्तौ, दर्शितवन्तः. उत्तमं, तावदेव. अग्रिमं पदमस्ति त्यजति. त्यजति इति पदं त्यज्य धातुतः आगच्छति. तत्र रूपाणि कथं भवन्ति वदतु, तावत् रूपाणि. त्यक्तवती, त्यक्तवत्यौ, त्यक्तवत्यः, त्यक्तवान्, त्यक्तवन्तौ, त्यक्तवन्तः. उत्तमं. त्यक्तवन्तः स्त्रीलिङ्गे त्यक्तवत्यः. उत्तमम्. अत्र त्यज धातुतः एव वयं सर्वे जानीमः एव, त्यागी, त्यागः, त्यागम्, एतानि पदानि आगतानि त्यज धातुतः. परन्तु अत्र धातुः सकर्मकधातुः. भवान् किं त्यक्तवान्? अहं एकं वाक्यं रचयतु त्यक्तवान् योजयित्वा. भवान् धूमपानं त्यक्तवान्. तावदेव. उत्तमम्. अनन्तरं खादति इति पदमस्ति. खादति पदस्य रूपाणि वदतु. खादितवती, खादितवत्यौ, खादितवत्यः, खादितवान्, खादितवन्त्यौ, वन्तौ, खादितवन्तः. अत्र इडागमः अस्ति वा? अस्ति भगिनि. उत्तमम्. अत्र इडागमः भवति. अनन्तरम् अत्र अग्रिमं पदं किं? जानाति, ज्ञात. ज्ञातवती, ज्ञातवत्यौ, ज्ञातवत्यः, ज्ञातवान्, ज्ञातवन्तौ, ज्ञातवन्तः. उत्तमम्. अत्र धातुः अस्ति ज्ञाधातुः. ज्ञाधातुतः वयं जानीमः ज्ञानं, ज्ञानी, एतानि पदानि आगतानि. परन्तु धातुः अस्ति ज्ञाधातुः, तस्मात् ज्ञानम् अथवा ज्ञातवान्, एतानि रूपाणि भिन्नभिन्न प्रत्ययाणां योजनेन भिन्नरूपाणि सम्भवन्ति. अग्रिमं पदं करोति. करोति पदस्य रूपाणि. करोति, कृतवती, कृतवत्यौ, कृतवत्यः, कृतवान्, कृतवन्तौ, कृतवन्तः. उत्तमम्. अत्र धातुः अस्ति मूलधातुः, मूलधातोः रूपमस्ति डुक्रुण्, डुक्रुण्, डुक्रुण्. अत्र वयं भजगोविन्दश्लोकं पठामश्चेत् तत्र वदतु भगिनि, श्लोकं वदतु. भजगोविन्दं मूढमतेनन्तरं डुक्रुङ्करणे अहं विस्मरामि भगिनि. अत्र श्लोकः अस्ति सम्प्राप्ते सन् काले नहि करणे तावदेव इत्युक्ते अत्र आदिशङ्करः वदति सन्नि सम्प्राप्ते सन्निहिते काले तत्र सम्प्राप्ते सन्निहिते काले इति पदं सतिसप्तमी इति वदामः यदि कालः सन्निहितः भवति तदा दुक्ऋणीकरणसूत्राणि भवान् न रक्षति भवन्तं न रक्षन्ति इत्युक्ते अत्र भज गोविन्दम् इति पदे वाक्यमस्ति अत्र अत्र वाक्यम् अन्वयरचनां कुर्मः चेत् गोविन्दं भज वदतु भज इति पदस्य रूपं किं भज वदति गीताञ्जलि भगिनी उत्तमम् उत्तमं महोदय लोट्लकारः अपि च पुरुषः कः मध्यमपुरुष मध्यमपुरुष एकवचनं एकवचनम् उत्तमम् उत्तमं तावदेव इत्युक्ते मध्यमपुरुष एकवचनं लोट्लकार अत्र आदिशङ्करः वदति गोविन्दं भज कालः सन्निहितः तदर्थं दुक्ऋण्यकरणे अत्र क्रूधातोः मूलरूपं दुक्ऋण्य तत्र किं वदामः व्याकरणे अनुबन्धलोपानन्तरं किं भवति क्रू भवति दुक्ऋण् इति पदम् इति धातुः क्रू भवति क्रू इति धातुतः करोति अथवा कृतवान् कृतवती इति पदान्तं भगिनी भवती एव वदतु अत्र अहं कार्यं कृतवती इति वाक्यमस्ति अत्र करोति इति पदमस्ति अपि च कारयति इति रूपमपि अस्ति कारयति पूर्वं यथा पूर्वं भवती उक्तवती तथा एव अत्रापि वाक्यद्वयं रचयतु कारयति योजयित्वा एकं वाक्यं करोति योजयित्वा एकं वाक्यं गृहिणी कार्यं कारयति किं माध्यमेन सेविका गृहिणी सेविकायाः कार्यं सेविकया कार्यं कारयति अपि गृहिणी स्वयं कार्यं करोति सुन्दरं तावदेव भवती जानाति एव करोति इति पदस्य रूपाणि जानाति परन्तु कारयति इति निजन्तरूपमस्ति इत्युक्ते गृहिणी कार्यं करोति अपि च सेविकया कार्यं कारयति कारयति इति पदस्य तावत् रूपाणि कथं भवन्ति कारयति कारयत्यौ कारयत्यः अत्र भगिनी पुनः एकवारम् अत्र स्थापयति इति पदमस्ति तथा एव अत्रापि रूपाणि स्थापयति इति पदं कारयति स्थापयति स्थापिता कारयति कारितवती कारितवत्यौ कारितवत्यः उत्तमं पुंलिङ्गे कारितवान् कारितवन्तौ कारितवन्तः उत्तमं तावदेव अनन्तरं शृणोति इति पदमस्ति रूपाणि वदतु श्रुतवती श्रुतवत्यौ श्रुतवत्यः श्रुतवान् श्रुतवन्तौ श्रुतवन्तः उत्तमं तावदेव अत्र अत्र इडागमः अस्ति वा नास्ति नास्ति अनन्तरं विशेष ददाति वदतु भगिनि यतः विशेषणपदमस्ति इत्युक्ते अत्र श्रुतवान् अथवा श्रुतवती इति पदद्वयम् अत्र वाक्ये विशेषणं भवति तावदेव अनन्तरं धन्यवादः भगिनी अनन्तरम् अधुना अत्र गीताञ्जलि भगिनी भवती वदतु ददाति ददाति रूपाणि, ददाति, आं भगिनि, ददाति, दत्तवान्, दत्तवन्तौ, दत्तवन्तः, दत्तवती, दत्तवत्यौ, दत्तवत्यः। तावदेव। अत्र धातुः अस्ति दा धातुः, परन्तु ददाति इति पदस्य तस्मिन् विषये एकम् अन्यं पदमपि अस्ति, जानाति वा भगिनि? तस्मिन् एव, तस्मिन् अर्थे एव न न, अहं किं पृच्छामि, ददाति इत्यस्मिन् अर्थे अन्यं पदमस्ति, परन्तु प्रसिद्धं नास्ति, परन्तु ज्ञातव्यं, वि नीड् टु नो दट् वर्ड्। यच्छति, यच्छति, साधारणतया वयं ददाति एव योजयित्वा वाक्यरचनां कुर्मः, परन्तु यच्छति इति अपि पदमस्ति। अनन्तरम् अत्र उत्तिष्ठति, वदतु रूपाणि। उत्तिष्ठति, उत्थितवान्, उत्थितवन्तौ, उत्थितवन्तः, उत्थितवती, उत्थितवत्यौ, उत्थितवत्यः। उत्तमम्। इत्युक्ते अत्र उत् इति उपसर्गः, उत् उपसर्गपूर्वकः, स्था धातुः, स्था धातुः किं भवति, स्था धातोः रूपं तिष्ठति, तिष्ठति इति रूपम् आगच्छति, परन्तु अत्र उत् उपसर्गपूर्वकः स्था धातुः इति कृत्वा उत्थितवान्, उत्थितवती इति रूपाणि भवन्ति। अग्रिमं पदम् उपविशति, रूपाणि वदतु। उपविशति, उपविष्टवान्, उपविष्टवन्तौ, उपविष्टवन्तः, उपविष्टवती, उपविष्टवत्यौ, उपविष्टवत्यः। उत्तमम्। अत्र भवती वक्तुं शक्नोति वा अत्र रूपं किम्, अत्र उपविशति इत्यस्मिन् उपसर्गः कः, धातुः कः, वक्तुं शक्नोति वा? उप धातु, उप उपधातु, विशत् उपविशति, उपविशति, उपविशति अकर्मकधातुः, परन्तु प्रविशति सकर्मकधातुः, परन्तु उपविशति इत्यस्मिन् उप इति उपसर्गः अस्ति, प्रविशति इत्यस्मिन् प्र इति उपसर्गः अस्ति, परन्तु तत्र उपसर्गः भिन्नः अस्ति इति कृत्वा तत्र धातुः क्रियापदं सकर्मकं वा अकर्मकं वा, इत्युक्ते कर्मपदं स्वीकरोति वा न स्वीकरोति वा इति तत्र तेन उपसर्गस्य आधारेण एव वयं वक्तुं शक्नुमः। अनन्तरं स्थापयति इति रूपम् अस्ति, रूपाणि वदतु। स्थापयति, स्थापितवान्, स्थापितवन्तौ, स्थापितवन्तः, स्थापितवती, स्थापितवत्यौ, स्थापितवत्यः। उत्तमम्। अत्र स्था धातुतः तिष्ठति इति रूपम् आगच्छति, परन्तु स्थापयति इति रूपं निजन्तरूपं वाक्यद्वयं रचयतु, अत्र तिष्ठति अपि च स्थापयति। सः गृहे तिष्ठति। उत्तमम्। नृपः राज्यं नृपः राज्ये शासनं स्थापितवान्। अत्र साधारणतया अहं पुस्तकम् अत्र स्थापयामि, अत्र पुस्तकम् अत्र स्थापयामि, यदि वयं पूजां कुर्मः चेत् तत्रापि स्थापयामि, पूजयामि इति वदामः. यदि भवन्तः पूजां श्रुतवन्तः चेत् तत्र सर्वाणि वस्तूनि अत्र स्थापयामि अनन्तरं पूजयामि इति अर्थः. अत्र स्थापयामि इत्युक्ते किमपि वस्तुं स्थापयामि. अत्र पदं निजन्तपदं, साधारणतया निजन्तरू निजन्तक्रियापदं साधारणतया कर्मपदं स्वीकरोति, निजन्तपदं स्वीकरोति. यदि पश्यति भगिनी अत्र तिष्ठति, तिष्ठति योजयित्वा वदामश्चेत् अहं गृहे तिष्ठामि इति भवति. गृहे इति सप्तमी अन्तरूपं, कर्मपदं सप्तमी अन्तरूपमस्ति चेत् कर्मपदं न भवति. केवलं कर्मपदं इति वदामश्चेत् विभक्तिः का भगिनि? कर्मपदं अहं तिष्ठामि, परन्तु वाक्ये कर्मपदम् अस्ति चेत् तस्य विभक्तिः का, तस्य पदस्य विभक्तिः? अथवा अहं एतादृशरीत्या वदामि, कर्मपदं कस्यां विभक्तौ सम्भवति? कर्मपदं कर्मपदम् इत्युक्ते द्वितीयविभक्तौ सम्भवति. उत्तमं, तावदेव. अग्रिमं पदं वदतु. गृह्णाति, गृहीतवान्, गृहीतवन्तौ, गृहीतवन्तः, गृहीतवती, गृहीतवत्यौ, गृहीतवत्यः. उत्तमं, गृहीतवत्यः. अत्र गृहधातुः रोदिति करोतु. रोदिति, रुदितवान्, रुदितवन्तौ, रुदितवन्तः, रुदितवती, रुदितवत्यौ, रुदितवत्यः. उत्तमम्. अत्र धातुः अस्ति रुद् धातुः, रुद् धातुतः रोदिति इति रूपम् आगच्छति. अत्र गुणकार्यं भवति, अत्र सूत्रमस्ति पुगन्तलघुपदस्य च इति सूत्रेण रुद् धातुः रोद् इति भवति. इत्युक्ते उपधायां तथा वक्तव्यं, तेन सूत्रेण अत्र रोदिति इति भवति. भवती जानाति चेत् अत्र लङ्लकाररूपं योजयित्वा वाक्यं रचयतु. एकं वाक्यं रुदितवान् योजयित्वा वदतु. आं भगिनि, बालकः आपणे स्वस्य मातरं न दृष्ट्वा शिशुः उच्चैः रुदितवान्. रुदितवान्, उत्तमम्. अत्र अस्मिन् वाक्ये न दृष्ट्वा इति न वदामः, अदृष्ट्वा. उत्तमं, वदतु भगिनी, भूमौ भगिनी वदतु. अदृष्ट्वा. हा, वाक्यं पुनः एकवारं वदतु भगिनी, समीकृत्य गीताञ्जलि भगिनी. तदेव वाक्यं, गीताञ्जलि भगिनी वदतु. आपणे स्वस्य मातरं न दृष्ट्वा शिशुः उच्चैः रुदितवान्. न दृष्ट्वा इति न वदामः, अदृष्ट्वा. तद्वाक्यं तावत् प्रत्ययान्तरूपं योजयित्वा उक्तवती. भवती कर्तुं शक्नोति चेत् लङ्लकाररूपम् इत्युक्ते तिङन्तपदं क्रियापदं योजयित्वा भूतकालार्थे लङ् रूपं योजयित्वा तदेव वाक्यं वदतु. आपणे स्वस्य मातरम् अदृष्ट्वा शिशुः उच्चैः तथा भवति. उत्तमपुरुषः वदामश्चेत् अहम् अरुदम्. अहम् अरुदम् इति भवति. हा उत्तमं तावदेव. हा शक्नोति योजयित्वा वदतु. शक्नोति, शक्तवान्, शक्तवन्त, शक्तवन्तौ, शक्तवन्तः, शक्तवती, शक्तवत्यौ, शक्तवत्यः. उत्तमम्. अन्तिमं करोतु. भवति, भवति, अभवत्, अभवन्, अभवन्तौ, अभवन्, अभवत्, अभवन्तौ, अभवन्. अत्र पश्यतु भगिनि, अभवत् अभवत्, परन्तु अत्र तावत् रूपाणि न दत्तानि, केवलं लङ्लकाररूपाणि दत्तानि. भवति इति पदं, भवति इति पदस्य लङ्लकाररूपाणि अत्र स्थापितानि. रूपाणि कानि? अभवत्, वदतु भगिनि, लङ्लकाररूपाणि अभवत्, अभवत्, न न तथा, तथा न, तथा न, अभवत्, अभवताम्, अभवन्, अभवताम्. पुनः एकवारम् अत्र यदि भवती जानाति चेत् कृतवत् प्रत्ययान्तानां विषये लिङ्गभेदः अस्ति, परन्तु लङ्लकार, लङ्लकाररूपाणि योजयित्वा वदामश्चेत् तत्र लिङ्गभेदः नास्ति, लिङ्गभेदः नास्ति, परन्तु पुरुषभेदः तु अस्ति. आं भगिनि, पुरुषभेदः अस्ति. अत्र, अत्र रूपाणि अभवत् पुंलिङ्गे, पुंलिङ्गे स्त्रीलिङ्गे तत्र रूपाणि समानानि एव. अभवत्, अभवताम्, अभवन्. स्त्रीलिङ्गे, स्त्रीलिङ्गे किं भवति? तदेव, तदेव, अभवत्, अभवताम्, अभवन्. यदि वयं तवत् रूपाणि वदामश्चेत् किं वदामः? पश्यतु भगिनि, सर्वे अत्र द्वितीयं करपत्रं पश्यन्तु. अत्र करपत्रमस्ति, कथा न, तत्र संस्कृतभारत्या निर्मितं करपत्रमस्ति. भवती अपि पुरतः स्थापयित्वा वदतु भगिनि. प्रथमं करपत्रम्. आं भगिनि, एकनिमिषम्. अस्ति भगिनि. भवती भूतवान्. रूपाणि वदतु, रूपाणि वदतु, चत्वारि रूपाणि अथवा भूतवान्, भूतवान्, भूतवन्तौ, भूतवन्तः, भूतवती, भूतवत्यौ, भूतवत्यः. उत्तमं, तावदेव. अग्रिमं पदं किं भवति? पदस्य अनन्तरम् अन्यं पदमस्ति. अस्ति, तस्य रूपाणि वदतु. भूतवान्, समान, समानरूपाणि. भूतवान्, भूतवन्तौ, भूतवन्तः, भूतवती, भूतवत्यौ, भूतवत्यः. उत्तमम्. इत्युक्ते भवती किम् अवगतवती? भवती अस्ति, स्वतु रूपाणि समान रूपाणि सन्ति. उत्तमम्, उत्तमं, तावदेव. अनन्तरम् अत्र लिखति, खादति, मिलति, हसति, निन्दति, पतति, एतानि रूपाणि अत्र, तत्र इडागमः भवति तेषु. अहं रूपेषु भगिनि इडागमः न अवगच्छामि. इडागमः इत्युक्ते मध्ये इकारः आगच्छति. अत्र भवती वदतु, अत्र लिखति इति पदस्य रूपं किं भवति पुंलिङ्गे? केवलं पुंलिङ्गे वदतु. पुनः पुनः वदतु भगिनि. लिखति इति पदस्य रूपं लिखति, लिखितवान्, लिखितवन्तौ, लिखितवन्तः, लिखितवती, लिखितवत्यः, लिखितवत्यौ, लिखितवत्यः. उत्तमं, तावदेव. इत्युक्ते अत्र किम् उक्तवती इत्युक्ते लिखति लिखिता भवति, खादति खादित इति भवति, मिलति मिलित इति भवति, हसति हसित, निन्दति निन्दित इति भवति, पतति पतित इति रूपं सम्भवति. परन्तु अत्र अन्यं पदमस्ति, स्मरति रूपाणि कानि भगिनि वदतु? स्मरति स्मृतवान्, स्मृतवन्तौ, स्मृतवन्तः, स्मृतवती, स्मृतवत्यौ, स्मृतवत्यः. उत्तमं, तावदेव. अग्रिमं पदमस्ति, अत्र वदतु भगिनि. अत्र इडागमः न अभवत्. न अभवत्, उत्तमम्. इच्छति, इच्छति रूपाणि वदतु. इच्छति, इष्टवान्, इष्टवत्यौ, इष्टवन्तौ, इष्टवन्तः, इष्टवती, इष्टवत्यौ, इष्टवत्यः. उत्तमं, वयं जानीमः एव इच्छा इति पदम् अत्र इच्छति, तत्र धातुः समानः एव, इच्छति इच्छा. परन्तु इच्छति इति पदस्य रूपम् इष्टवान् भवति. भगिनी, किमर्थं छ अष्ट अभवत्? तथा भवति भगिनी, अत्र सूत्राणि सन्ति, बहूनि सूत्राणि सन्ति अष्टाध्याय्याम्. अत्र पश्यतु, दृष्धातुतः दृष्टवान् इति रूपम् आगच्छति, इष् धातुतः इष्टवान्. इष् धातुतः इष्टवान्, दृष् धातुतः दृष्टवान्. अग्रिमम् अत्र त्यजति इति रूपमस्ति, वदतु भगिनि अग्रिमं करोतु. त्यक्तवान्, त्यक्तवन्तौ, त्यक्तवन्तः, त्यक्तवती, त्यक्तवत्यौ, त्यक्तवत्यः. उत्तमम्. अत्र पृच्छति, पृच्छति इति पदमस्ति, तस्य रूपाणि कानि? पृष्टवान्, पृष्टवन्तौ, पृष्टवन्तः, पृष्टवती, पृष्टवत्यौ, पृष्टवत्यः. उत्तमं, तावदेव. अनन्तरं पृष्टवान् इति योजयित्वा एकं वाक्यं वदतु. अहं करपत्रं पृष्टवान् लक्ष्मी भगिन्या वर्गे वदामि. इत्युक्ते अत्र अहं पृष्टवती, स्त्रीलिङ्गे वक्तव्यम्. अहं पृष्टवती. अनन्तरम् अत्र सर्वे पश्यन्तु, अत्र पृच्छ् धातुः द्विकर्मकधातुः, द्विकर्मकधातुः इत्युक्ते अत्र कर्मपदद्वयं सम्भवति. इत्युक्ते अहं लक्ष्मीभगिन्यां प्रश्नं पृष्टवती. लक्ष्मीभगिन्याम् इति पदम् एकं कर्मपदं, प्रश्नम् अन्यं कर्मपदम्. इत्युक्ते पृच्छ् धातुः द्विकर्मकधातुः, तत्र षोडशधातवः सन्ति, षोडशधातवः द्विकर्मकधातवः, तत्र पृच्छ् धातुः तेषु अन्यतमः. अग्रिमम्, अग्रिमं करोतु भगिनी. निद्राति, क्रीणाति अस्ति, क्रीणाति रूपाणि वदतु. कृतवान्, कृतवन्तौ, कृतवन्तः, कृतवती, कृतवत्यौ, कृतवत्यः. भगिनी, रूपाणि सम्यक् न सन्ति भगिनी, अत्र सम्यक् न पठितवती. अत्र क्रीणाति इति पदस्य रूपाणि, ओ क्रीणाति, ओ सोरि, क्रीणाति, क्रीतवान्, क्रीतवन्तौ, क्रीतवन्तः, क्रीतवती, क्रीतवत्यौ, क्रीतवत्यः. एकं वाक्यं रचयतु क्रीतवान् योजयित्वा. अहं संस्कृतभारती आपणात् पुस्तकं क्रीतवती. क्रीतवती, उत्तमम्. अग्रिमं जानाति वयं जानीमः. अत्र नूतनं पदमस्ति निद्राति. रूपाणि कथं भवन्ति? निद्राति तत्र एव भगिनि अत्र तत्र एव दत्तमस्ति रूपं तत्र एव अस्ति करपत्रे. निद्राणवन्तौ निद्राणवन्तः निद्राणवती निद्राणवत्यौ निद्राणवत्यः. उत्तमम्. अत्र पश्यन्तु सर्वे अत्र रूपं किञ्चित् नूतनमस्ति निद्राणवान् निद्राणवती. अत्र भिन्न भिन्नसूत्राणि कार्यं कुर्वन्ति तत्र. अनन्तरं वयं जानीमः करोति कृतवान् परन्तु स्वीकरोति कथं भवन्ति? स्वीकृतवान् स्वीकृतवन्तौ स्वीकृतवन्तः स्वीकृतवती स्वीकृतवत्यौ स्वीकृतवत्यः. इत्युक्ते अत्र वयं जानीमः करोति शब्दात् कृतवान् पदम् आगतं परन्तु केवलम् अत्र स्वी इति पदं योजयित्वा कृतवान् स्वीकृतवान् तथा एव परिष्करोति इति पदमस्ति चेत् परिष्कृतवान् परि इति उपसर्गं योजनेन केवलं परि योजयित्वा परिष्कृतवान् इति भवति. पुनः वदतु परिष्कृतवान् इत्युक्ते भगिनि? परिष्कृतवान् इत्युक्ते यदि समस्या अस्ति चेत् तस्य परिष्कारं सूचितवान् तथा अहं चिन्तयामि. परिष्करोति प्रूफ् रीड् अपि वदतु महोदय. प्रूफ् रीड् अपि प्रूफ् तथा एव भगिनी अत्र वदतु समीकरोति इति पदमस्ति. समीकरोति इति पदस्य तावत् रूपाणि वदतु. समीकरोति समीकृतवान् समीकृतवन्तौ समीकृतवन्तः समीकृतवती समीकृतवत्यौ समीकृतवत्यः. सुन्दरं भगिनि सुन्दरीत्या उक्तवती. उत्तमम्. अनन्तरम् अग्रिमं पदं पूजयति इति अस्ति. रूपाणि वदतु. पूजितवान् पूजितवन्तौ पूजितवन्तः पूजितवती पूजितवत्यौ पूजितवत्यः. तावदेव. प्रेषयति इति पदमस्ति. प्रेषितवान् प्रेषितवन्तौ प्रेषितवन्तः प्रेषितवत् वती प्रेषितवत्यौ प्रेषितवत्यः. उत्तमम्. अग्रिमं पदं प्रक्षालयति. प्रक्षालयति इति रूपाणि? प्रक्षालितवान् प्रक्षालितवन्तौ प्रक्षालितवन्तः प्रक्षालितवती प्रक्षालितवत्यः वत्यौ प्रक्षालितवत्यः. उत्तमम्. उत्तमं भगिनि. धन्यवादः. अनन्तरम् अत्र अधुना भूमा भगिनी भवती करोतु. अत्र स्थापयति वयं जानीमः. सूचयति रूपाणि वदतु. सूचितवान् सूचितवन्तौ सूचितवन्तः सूचितवती सूचितवत्यौ सूचितवत्यः. उत्तमं. तर्जयति. तर्जितवान् तर्जितवन्तौ तर्जितवन्तः तर्जितवती तर्जितवत्यौ तर्जितवत्यः. उत्तमम्. अत्र प्रक्षालयति इति पदे पूर्वम् अत्र प्रा उपसर्गपूर्वकः क्षाल् धातुः. क्षालयति प्रक्षालयति. अनन्तरम् अत्र अन्तिमम् आह्वयति. अत्र आ उपसर्गपूर्वकः ह्वे धातुः. आ उपसर्गपूर्वकः ह्वे धातुः. वदतु रूपाणि. आहूतवान् आहूतवन्तौ आहूतवन्तः आहूतवती आहूतवत्यौ आहूतवत्यः. उत्तमम्. अधुना वयं किञ्चित् इतोपि अभ्यासं कुर्मः. अहं वाक्यं वदामि, भवती भूतकालार्थे तावत् रूपं योजयित्वा वदतु. अहं देवं नमामि, भूतकालार्थे वदतु. अहं देवं नमितवती. अत्र नतवती. नतवती. अत्र अत्र रूपं किञ्चित् भिन्नम् अस्ति. अत्र नमामि इति पदस्य रूपं नतवती, नतवान् इति भवति. अहं कार्यं करोमि. अहं कार्यं कृतवती. उत्तमम्. अहं पत्रं लिखामि. अहं पत्रं लिखितवती. उत्तमम्. अहं लङ्लकारे वदामि वाक्यम्. अहं पत्रम् अलिखम्. पत्रं लिखितवती. उत्तमं. तावदेव. अनन्तरं पुनः एकवारं लङ्लकारे वाक्यं वदामि. अहं गुरुं प्रश्नम् अपृच्छम्. अहं गुरुं प्रश्नं पृष्टवती. सुन्दरं भगिनी. अहं श्लोकम् अवदम्. अहं श्लोकम् उक्तवती. उत्तमम्. तावदेव. अहं पुनः एकवारं लङ्लकारे. अहं दुग्धम् अपिबम्. अहं दुग्धं पीतवती. उत्तमम्. अहं चित्रम् अपश्यम्. अहं चित्रं दृष्टवती. उत्तमम्. अहम् अहसम्. अहसम् इत्युक्ते हसामि. अहं हसामि लट्लकारे. अहं हसामि. वदतु. अहं हसितवती. उत्तमम्. अहं कथां लिखामि. अहं कथां लिखितवती. उत्तमम्. अहं संस्कृतम् अपठम्. अहं संस्कृतं पठितवती. सुन्दरं भगिनी. उत्तमरीत्या उक्तवती. उत्तमं. धन्यवादः. अत्र अधुना भानुचैतन्यमहोदय, भवान् वदति वा? आं महोदय. अत्र अहम् एकं वाक्यं वदामि, भवान् किञ्चित् परिवर्तनं कृत्वा वदतु. यथा भूमा भगिनी उक्तवती, अत्र अहं कार्यम् अकरवम्. अहं कार्यं कृतवान्. उत्तमम्. अहम् अरुदम्. अहं रुदितवान्. उत्तमम्. अहं कथाम् अकथयम्. अहं कथितवान्. उत्तमम्. अहं कथां कथितवान्. तत्र लट्लकाररूपमस्ति. अत्र लट्लकाररूपमस्ति कथयामि, कथयति, कथयामि. तत्र णिजन्तरूपमस्ति. कथयामि, कथयति. अनन्तरं वयं गृहम्. अत्र बहुवचने अस्ति महोदय वाक्यं. वयं गृहम् अगच्छाम. वयं गृहं गतवन्तः. गतवन्तः. उत्तमम्. अहं चित्रं चलनचित्रम् अपश्यम्. अहं चलनचित्रं दृष्टवान्. अहं पुरस्कारम् अददम्. महोदय, अन्तिमपदं किम्? अददम् इत्युक्ते अत्र ददाति इति पदस्य उत्तमपुरुष एकवचनरूपम् अददम् लङ् लङ् लकारम् अहं पुरस्कारं दत्तवान् दत्तवान् उत्तमम् अहं संस्कृतम् अपठम् अहं संस्कृतं पठितवान् उत्तमम् अनन्तरम् अहं मृगम् अरक्षम् मृगम् अरक्षम् अहं मृगं रक्षितवान् उत्तमम् अहं चोरम् अताडयम् अहं चोरं ताडितवान् ताडितवान् सुन्दरं महोदय अहं कथाम् अलिखम् अहं कथां लिखितवान् उत्तमं महोदय धन्यवादः तावदेव इत्युक्ते अधुना वयं महोदय सर्वं इडागमः वा अत्र लिखितवान् ताडितवान् रक्षितवान् पठितवान् अत्र कथितवान् अत्र इडागमः अस्ति रुदितवान् सर्वे तत्र केषुचित् धातुषु वदतु भगिनि भगिनि सर्वे नास्ति दत्तवान् इडागम दत्तवान् आम् आम् दत्तवान् तत्र नास्ति केषुचित् धातुषु भवति केषुचित् न भवति तत्र किमर्थं भवति किमर्थं न भवति इत्यस्मिन् विषये बहूनि सूत्राणि सन्ति यदि तत्र सूत्राणि पठिष्यामश्चेदेव वयं ज्ञातुं शक्नुमः उत्तमं सम्यक् अभ्यासः अभवत् अनन्तरं निरन्तररूपं प्रेरणं सूचयति आं महोदय निजन्तरूपाणि प्रेरणार्थे अत्र चुरादिगणे पदानि सन्ति चुरादिगणे धातवः स्वार्थे अपि च प्रेरणार्थे यदि प्रेरणार्थे अस्ति चेत् निजन्तरूपम् इति वदामः परन्तु चुरादिगणे धातवः सर्वे अपि तथा स्थापयति चोरयति तथा एव भवन्ति चुरादिगणस्य धातवः सर्वे अपि तत्र स्वार्थे अपि च प्रेरणार्थे तत्र प्रेरणार्थे वदामश्चेत् तत्र हेतुमति च इति सूत्रं कार्यं करोति हेतुमति च इति सूत्रेण तत्र धातवः निजन्तधातवः भवन्ति अनन्तरम् अत्र एकमेव विषयं वक्तुमिच्छामि अत्र इदानीं पर्यन्तं वयं पुंलिङ्गे अपि च स्त्रीलिङ्गे कवद्रूपाणि कथं भवन्ति इति ज्ञातवन्तः परन्तु रूपाणि नपुंसकलिङ्गे अपि भवन्ति न केवलं स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे अपि क्तवत् प्रत्ययान्तरूपाणि सम्भवन्ति अधुना एकवारं तेषां विषये चिन्तनं कुर्मः उषा भगिनी भवती कर्तुम् इच्छति वा वाक्यं अत्र वाक्यं वदामि भवती क्तवत् रूपं योजयित्वा वदतु पुस्तकं न पुस्तकं पतति पुस्तकं पतति पुस्तकं पतति श्रुतवती वा भवती श्रुतवती वा नपुंसकलिङ्गरूपाणि आं महोदय अत्र अथवा पुष्पं पतति अत्र पुष्पं पतति तस्य तत्र पतति इत्यस्मिन् स्थाने तावत् रूपं नपुंसकलिङ्गे योजयित्वा वक्तुं शक्नोति वा पुष्पं पतितवन्तः अत्र रूपं किं भवति इत्युक्ते अत्र पुष्पं पतितवत् पुष्पं पतितवत् तथा भवति बहुवचने वदतु पुष्पाणि पतितवन्तः पुष्पाणि तत्रापि किञ्चित् भिन्नः अस्ति पुष्पाणि पतितवन्ति पुष्पाणि पतितवन्ति भवति पतितवन्ति तथा भवति रूपाणि तथा एव फलं फलम् अपतत् फलम् अपतत् इत्युक्ते एतद् वाक्यं लङ्लकारे अस्ति अपतत् इति पदं दृष्ट्वा वयं वक्तुं शक्नुमः लाङ्ग्लकारप्रथमपुरुषे एकवचनरूपं पुष्पम् अपतत् इति वाक्यमस्ति. परन्तु तव तु योजयित्वा वदतु. पुष्पम् अपतत् पुष्पं पतितवत् तथा एव. इतोपि किञ्चित् अभ्यासं कुर्मः. फलम् अपतत् फलम् अपतत् पतितवत् एव. तथा एव पर्णम् अपतत् पर्णं पतितवत्. उत्तमं. विमानम् अपतत् विमानं पतितवत्. कङ्कणम् अपतत् कङ्कणं पतितवत्. आभरणम् अपतत् आभरणं पतितवत्. अधुना यानम् अगच्छत् यानम् अगच्छत् यानम् अगच्छत् गतवत्. उत्तमं. कारयानम् अगच्छत् कारयानं गतवत्. उत्तमं. मित्रं गतवान् अथवा मित्रं गतवान् अपि समीचीनम् अथवा मित्रं गतवत् अपि समीचीनम्. अत्र नेत्रम् अस्फुरत् अस्फुरत् इत्युक्ते अत्र भवती श्रुतवती वा नेत्रं स्फुरति स्फुरति इस् लैक् इचि. नेत्रं स्फुरति. अत्र लङ्लकारे वाक्यमस्ति नेत्रम् अस्फुरत् नेत्रं स्फुरितवत्. उत्तमं. जलम् अगच्छत् जलं गतवत् तावदेव. इत्युक्ते नपुंसकलिङ्गे रूपाणि तादृशरीत्या भवन्ति. उत्तमम्. अधुना वयं किञ्चित् कालं कथां पठिष्यामः. अत्र रघुपति आचार्य महोदय भवान् पठति वा कथां पठति वा? बलवान् कः महोदय? आं महोदय, बलवान् कः? पुरातनकाले गङ्गातीरे एकः आश्रमः आसीत्. तत्र याज्ञवल्क्यः नाम महर्षिः वसति स्म. सः कदाचित् शयनमुखात् पतितां एकां मूषिकां दृष्टवान्. करुणया सः तां मूषिकाम् आश्रमं नीतवान्. तत्र मन्त्रबलेन तां कन्यकां कृतवान्. याज्ञवल्क्यस्य अपत्यानि न आसन्, अतः तां कन्यकां स्वपुत्रीमिव पालितवान् सः. कालान्तरे सा कन्यका विवाहयोग्या जाता. याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् इष्टवान्. अतः सा पुत्रीं पृष्टवान् भवती सूर्यं परिणेष्यति वा इति. तदा सा उक्तवती. महोदय, अत्र किञ्चित् स्थगयामः. अत्र किञ्चित् स्वस्य वाक्यैः वदतु महोदय. इदानीं पर्यन्तं किं पठितवान्? अस्तु. पुरातनकाले पुरा गङ्गा भगिनि वदतु महोदय, वदतु. गङ्गातीरे एकः आश्रम आसीत् पुरा. तत्र एकः महर्षि आसीत्. तस्य नाम आसीत् नाम अस्ति याज्ञवल्क्यः इति. सः एकदा श्येनः श्येनः प्राणी श्येनः सिंह श्येन इत्युक्ते ओके मूषिका वा न महोदय श्येन इत्युक्ते बिडाला वा श्येनः इत्युक्ते गरुडः गरुडः ओके ओके श्येन ओके गरुडः वैनते ओके गरुड पक्षिणः मुखात् पतितम् एकम् एकां मूषिका ओके एकां मूषि एकां मूषिकां मूषिका मूषिकाम् अपश्यत् तस्य करुणया सः तां मूषिकाम् आश्रमं नीतवान् आनीय तस्य पालनं करोति सोरि तत्र ओके पश्चात् तस्य तपप्रभावेन तां मूषिकां बालिकारूपेण परिवर्तनं कृतवान् किमर्थम् इति चेत् तस्य कोऽपि पुत्राय पुत्री न आसीत् तस्य कोऽपि सन्तानं न आसीत् अतः पुत्रीमिव तस्य पोषणं करोति अधुना महोदय अहं किञ्चित् प्रश्नं पृच्छामि अत्र पुरातनकाले गङ्गातीरे इति अस्ति विभक्तिः का सप्तमी विभक्ति पुरातनकाले गङ्गातीरे अपि च गङ्गातीरे अस्ति इत्युक्ते तत्र गङ्गानद्याः तीरे गङ्गानद्याः तीरे महोदय अत्र बहु ध्वनिः अस्ति महोदय किञ्चित् अत्र अत्र ऋषेः नाम किम् एकनिमिष महोदय अत्र क्षम्यताम् आं महोदय अधुना ऋषेः नाम अस्ति याज्ञवल्क्यः उत्तमम् अत्र प्रथमवाक्यं वर्तमानकाले वदतु प्रथमवाक्यं गङ्गातीरे एकः आश्रमः अस्ति तत्र ओके तत्र याज्ञवल्क्यः नाम मुनिः अस्ति मुनिः वसति परन्तु अत्र स्म इति पदं योजयित्वा वाक्यं रचितमस्ति स्म योजनेन अपि भूतकालार्थं सम्भवति परन्तु वसति इति पदस्य तत्र तवत् रूपं योजयित्वा वदतु वसितवान् अत्र महोदय अत्र रूपं कथं भवति इत्युक्ते उषितवान् उषितवान् ओके उषितवान् वाक्यं रचयतु पुनः वाक्यं तत्र याज्ञवल्क्यः नाम ऋषिः उषितवान् तद् अनन्तरं कदाचित् कदा अभवत् इति वयं न जानीमः तदर्थं कदा इति पदेन सह चित् योजयित्वा तत्र लिखितमस्ति श्येनमुखात् इत्युक्ते गरुडमुखात् तत्र विभक्तिः का महोदय मुखात् पञ्चमीविभक्ति पञ्चमीविभक्ति पतितां एकां मूषिकां अत्र एतेषां पदानां मध्ये सम्बन्धः कः वदतु विशेषणविशेष अस्ति मूषिका विशेष अस्ति एकां पतितां पतितः पतिताम् ओके पतितः पतितां पतितां द्वितीयविभक्ति अस्ति एकां सारि मूषिकां मूषिकां द्वितीयविभक्ति विशेषणम् उत्तमम् अत्र विशेषणविशेषभावः अस्ति परन्तु अत्र कर्मपदम् इत्युक्ते मूषिकाम् इति कर्मपदमस्ति किमर्थम् मूषिकां मुखात् मूषिकां दृष्टवान् दृष्टवान् इत्युक्ते दृष्टवान् अत्र दृश् धातुः सकर्मकधातुः इति कृत्वा अत्र कर्मपदम् अस्ति परन्तु अत्र केवलं प्रथमाविभक्तौ वदामश्चेत् वाक्यं किं भवति प्रथमाविभक्तौ प्रथमाविभक्तौ एकनिमिषं सा कदाचित् शेनमुखेन शेनमुखेन पतितः शेनमुखेन पतितः एकः मूषिकः सः सारि तेन शेनमुखेन पतितः मूषिकः दृष्टः सम्यक् महोदय अत्र कर्मणि प्रयोगे अत्र पश्यतु स्वेन मुखात् स्वेन मुखात् पतिता एका मूषिका ओके दृष्टा दृष्टा सारि मूषिका ओके स्त्रीलिङ्ग अस्ति अथवा दृष्टा पतिता एका ओके अत्र परन्तु इत्युक्ते वाक्यं कर्मणि प्रयोगे रचयामः परन्तु अत्र कर्तृपदं कर्तृकरणयोः तृतीया इत्यनेन कर्तृपदं सम्भवति कर्तृपदं कर्मणि प्रयोगे कस्यां विभक्तौ भवति तृतीयाविभक्ति अधुना वाक्यं रचयतु तेन शेनमुखात् पतिता एका मूषिका दृष्टः दृष्टा उत्तमं महोदय सुन्दरं सुन्दरं तावदेव अनन्तरम् इत्युक्ते कर्मणि प्रयोगे वयं वाक्यं रचितवन्तः भवान् रचितवान् अनन्तरम् अत्र सः कथं तां मूषिकां कन्यकां कृतवान् कथं मन्त्रबलेन तां मूषिकां कन्यकां मूषिकां कन्यकां कृतवान् उत्तमम् अत्र करुणया इति पदमस्ति करुणया इति पदं भाववाचकतृतीया भाववाचकतृतीया अग्रिमम् अत्र अग्रिमे वाक्ये याज्ञवल्क्यस्य अपत्यानि न आसन् इति वाक्यमस्ति अत्र अपत्यानि वदतु महोदय अपत्यानि इत्युक्ते किम् अपत्यानि इत्युक्ते सन्तानं तस्य पुत्राय पुत्री न आसीत् दशरथस्य अपत्यं पुमान् कः रामः रामः तत्र दशरथस्य अपत्यं पुमान् दाशरथि कथितप्रत्ययान् दाशरथि सारि दाशरथि ओके तथा अपत्यं स्त्री दाशरथि सारि जानकी जानकी उत्तमं दशरथस्य अपत्यं पुमान् दाशरथि अपत्यम् एकवचने अपत्यं बहुवचने अपत्यानि इत्युक्ते याज्ञवल्क्यस्य सन्तानं नास्ति तदर्थं सः तां मूषिकां कन्यकां कृतवान् अनन्तरं तां कन्यकां स्वपुत्रीम् इव पालितवान् अत्र पालितवान् इति रूपम् अस्ति महोदय तस्य लट्लकाररूपं किं भवति लट्लकार इत्युक्ते पालयति इत्युक्ते अत्र वाक्यं वर्तमानार्थे वदतु वर्तमान सः तां कन्यकां स्वपुत्रीम् इव पालयति तां कन्यकां स्वपुत्रीम् इव पालयति इत्युक्ते पालयति इति पदात् पालितवान् इति रूपम् आगतं. तदनन्तरं किम् अभवत्? कालान्तरे वयं जानीमः अत्र पदं कालान्तरे इति पदमस्ति, अपि च कालान्तरेण इति पदमपि अस्ति. तयोर्मध्ये भेदः अस्ति वा महोदय? कालान्तरे कालान्तरेण कालान्तरेण कालान्तरे इत्युक्ते आफ्टर् सम् टैम् कालान्तरे कालान्तरेण इत्युक्ते बिकास् आफ् टैम् कालान्तर कालान्तरेण इति तृतीयविभक्त्यन्तरूपं कालान्तरे सप्तमी रूपं सप्तमी तत्र अनन्तरम् अत्र कालान्तरे सा कन्यका विवाहयोग्या जाता कन्यका विवाहयोग्या जाता सा अत्र पदानि सर्वाणि अत्र तयोर्मध्ये सम्बन्धः अस्ति सम्बन्धः कन्यका योग्या कन्यका श्रीलिङ्ग अस्ति सा कन्यका सा कन्यका सा कन्यका विवाहयोग्या जाता उत्तमम् अनन्तरं वदतु भगिनि भगिनी कन्यका कन्या कन्या भिन्ना का भेदः नास्ति भगिनि. यदि कप्रत्ययं योजयामश्चेत् तत्र अत्र किं वदामि अत्र का इति योजनेन लघु इति कथम् अर्थः आगच्छति अर्थमागच्छति अत्र बाला बालिका समानमेव बाला बालिका आं महोदय बाला कन्या कन्यका कन्यका ओके कन्या कन्यका उत्तमम् अधुना धन्यवादः महोदय. अनन्तरम् अत्र किमस्ति याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् इष्टवान् अत्र इष्टवान् अत्र महोदय लङ्लकारे वदतु वाक्यम् एकनिमिषं याज्ञवल्क सूर्येण सह तस्य विवाहं कारयितुं लङ्लकार ऐच्छत् ऐच्छत् ऐच्छत् ऐच्छत् उत्तमम् इष्टवान् इत्यस्मिन् स्थाने ऐच्छत् इति योजयित्वा वक्तुं शक्नुमः. याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् अत्र कारयितुम् इति पदस्य पद तस्य तस्मिन् विषये वदतु महोदय. कारयितुं कारयितुं प्रेरणार्थकनिच्छा अस्ति कारयितुं तुमुन् अस्ति निजन्तपदं कारयति कारयति इत्युक्ते तुमुन्नन्तरूपम् अस्ति परन्तु कारयति इति निजन्तवाक्यं निजन्तपदम् तावदेव. अतः सः पुत्रीं पृष्टवान् भवती सूर्यं परिणेष्यति वा इति अस्ति अत्र महोदय परिणेष्यति पदस्य रूपं किम्? परिणेष्यति भविष्यत् काले परिणेष्यति अन्यरूपेण वक्तुं अन्यत् रूपेण वक्तुं शक्नोति वा? भवती सूर्यं सूर्य सूर्येण सह परिणयं करोति वा इति करोति वा अथवा करिष्यति वा करिष्यति वा ओके करिष्यति वा करो करिष्यति करिष्यति किं किं पदं उपयोगं कर्तुं शक्नुमः अत्र भवती सूर्यं परिणेष्यति किम् इति उत्तमम् भवती सूर्यं परिणेष्यति किम् परन्तु वा इति योजनेन साधारणतया व्याकरणे वा इति योजयामश्चेत् तत्र वयं जानीमः एव रूपद्वयं सम्भवति इत्युक्ते अत्र भवितुमपि शक्नोति नापि भवितुं शक्नोति इत्यस्मिन् अर्थे अत्रापि अत्रापि वा इति अत्र साधारणतया विकल्पेन यदि यत्र कुत्रापि वा इति पदम् आगच्छति चेत् तत्र विकल्पेन रूपद्वयम् अर्थद्वयं सम्भवति इति अर्थः. यथा भवान् उक्तवान् किमपि योजयित्वा वक्तुं शक्नुमः. परिणेष्यति इति पदस्य वर्तमानकालरूपं किम्? परिणयति. उत्तमं महोदय, धन्यवादः. अनन्तरम् अत्र शोभा भगिनी, भवती पठतु अग्रिमम्. आं भगिनि, तदा सा उक्तवती, अहं सूर्यस्य तापं सोढुं न शक्नोमि, अतः इतोपि उत्तमम् अन्यं वरं सूचयतु इति. ऋषिः सूर्यम् एव पृष्टवान्, भगवान् भवतः अपेक्षया उत्तमः वरः कः इति. सूर्यः उक्तवान्, मेघः माम् आच्छाद्य तिष्ठति, सः मम अपेक्षया बलवान्, योग्यः अपि इति. ऋषिः मेघम् आहूतवान्, पुनः पुत्रीं पृष्टवान्, भवती एतं परिणेष्यति वा इति. उत्तमम्. अधुना वयं किञ्चित् पङ्क्तिशः पश्यामः. अत्र सा पुत्रीं पृष्टवान्, किं पृष्टवान्? सूर्यं परिणेष्यति वा इति पृष्टवान्. सा किं वदति, उत्तरं किं वदति? उत्तरं वदति, अहं सूर्यस्य तापं सोढुं न शक्नोमि. सोढुम् इति रूपं जानाति वा? तुमुन् रूपम् अस्ति भगिनि. अत्र लट्लकाररूपं किम्? लट्लकाररूपं तत्पदं सोढुं सहति. सहति सहति. परन्तु भवती स्त्रीलिङ्गे अपि च पुंलिङ्गे क्तवत् रूपाणि वदतु. सहति क्तवत् रूपाणि सहना सहति. ऊहां करोतु. सहति, एकनिमिषं भगिनि. सहति पिबति, पीता, पतति. सहति अत्र सोढवान् सोढवती, सोढवत्यौ, सोढवत्यः, सोढवान्, सोढवन्तौ, सोढवन्तः. सहति सोढम्. तथा एव वयं जानीमः वहति इति पदस्य तुमनन्तरूपं वोढुम्. वोढुम् ओढवान् सहति, सोढवान् सहति, सोढुं वहति, वोढुम् इत्युक्ते सा पुत्री वदति सूर्यस्य तापम् अहं सोढुं न शक्नोमि, अतः इतोपि उत्तमं वरं सूचयतु. अत्र वरम् इत्युक्ते यः पति भविष्युम् भवितुं योग्यः पति भवितुं योग्यः सः एव सः इत्युक्ते अत्र सूचयतु इत्युक्ते निर्देशयतु अथवा प्रस्तावयतु किमपि. अत्र इतोपि उत्तमं वरं सूचयतु इति सा पृष्टवती. तदा ऋषिः किं कृतवान्? ऋषिः सूर्यम् एव पृष्टवान्, ऋषिः सूर्यम् एव पृष्टवान् यदि सूर्यः जानाति तस्य उत्तमं वरं कः अस्ति. तस्य सूर्यस्य अपेक्षया सूर्यस्य अपेक्षया उत्तमः वरः कः अस्ति. कः इति भवान् एव वदतु इति ऋषिः सूर्यं पृष्टवान्. अत्र भगवन् इति पदस्य विभक्तिः का वदतु. भगवन् दट्स् लैक् किं पदं समानमस्ति भगिनि भगवन्? अत्र भगवन् इति सम्बोधनरूपं, परन्तु प्रथमाविभक्तिरूपं भगवान् भगवान् यथा भवान् यथा भवान् भवान् भगवान् भगवान् भगवन्तौ भगवन्तः तावदेव इत्युक्ते अत्र भगवन् इति रूपं सम्बोधनारूपम् अत्र परन्तु भगवान् शब्दः अपि तकारान्तपदं भगवत् इति पदात् आगतं सः वदति भवतः अपेक्षया उत्तमः वरः कः इति पृष्टवान् तदा सूर्यः किम् उत्तरं दत्तवान् सूर्यः उक्तवान् मेघः सूर्यः अवदति मेघः तस्य सूर्यस्य अपेक्षया उत्तमः अस्ति यतः सः सूर्यस्य आच्छाद्य तिष्ठति इत्युक्ते अत्र मेघाः सूर्यम् आच्छादयन्ति आच्छादयन्ति अर्थं किं भगिनि अत्र पश्यतु आच्छादयति आ उपसर्गपूर्वकः छादयति आच्छादयति इत्युक्ते आवृणोति आवरणं करोति आवरणं वयं जानीमः अत्र पदमस्ति आच्छादयति आवृणोति अथवा आवरणं करोति वयं पदं जानीमः वातावरणं वातावरणं जानामि वातावरणं पदम् अत्र वातः इत्युक्ते वायुः आवरणम् इत्युक्ते वातेन व्याप्तम् अथवा वातेन आच्छादनं करोति अथवा आवृणोति अत्र आवृणोति इति पदात् एव वर्णम् आवरणम् आवरणम् इति पदम् आगतम् अत्र पदमस्ति आच्छादनं करोति लुडन्तपदम् आच्छादनम् परन्तु क्रियापदमस्ति आच्छादयति आच्छादयति आच्छादयति परन्तु कः कम् आच्छादयति सः सूर्यम् आच्छादयति कः मेघः मेघः सूर्यम् आच्छादयति अत्र आच्छाद्य इति पदमस्ति आच्छाद्य इति पदस्य रूपं वदतु आच्छादयति आच्छादयतौ आच्छादयत्यः न न भगिनि अत्र आच्छाद्य इति पदम् आच्छाद्य इट्स् लैक् सेयिङ्ग् आच्छाद्य तिष्ठति उषा भगिनी वदतु अत्र नो चेत् भूमा भगिनी आच्छाद्य वदतु जस्ट् लैक् गत्वा पीत्वा न ऐ एम् नाट् एबल् टु टेल् यु दि ल्यप्रूपम् उत्तमं महोदय उत्तमं शोभा भगिनी अत्र आच्छाद्य इति पदम् आ उपसर्गपूर्वकः छादयति साधारणतया वयं क्त्वा प्रत्ययम् इत्युक्ते गच्छति गत्वा परन्तु आगच्छति इति पदमस्ति तत्र ल्यबन्तं यदि उपसर्गः अस्ति चेत् ल्यबन्तरूपं वदामः आगच्छति इति पदस्य ल्यबन्तरूपं किं भवति अथवा आगम्य तथा एव अत्रापि आ उपसर्गपूर्वकः छाद् धातुः तदर्थमेव अत्र आच्छाद्य इति ल्यबन्तरूपं दत्तमस्ति अत्र इत्युक्ते अत्र क्रियाद्वयमस्ति मेघः माम् आच्छादयति अपि च तिष्ठति आच्छाद्य तिष्ठति आच्छादयति अपि च तिष्ठति इत्युक्ते यदि क्रियाद्वयमस्ति चेत् तदा वयं क्त्वान्तरूपम् अथवा ल्यबन्तरूपं योजयित्वा वाक्यं रचयामः. उपसर्गः अस्ति चेत् उपसर्गकारणेन ल्यबन्तरूपं सम्भवति भवति. आच्छाद्य इति ल्यबन्तरूपं. मम अपेक्षया बलवान् योग्यः अपि. अत्र पश्यन्तु, बलवान् इति पदमस्ति, परन्तु अत्र कथायाः शीर्षिका एव बलवान्, बलवान् इति पदम् अत्र. महोदय, आचार्य महोदय, भवान् वदतु बलवान् इति पदस्य विषये. बलवान् इत्युक्ते मतुप् प्रत्ययः अस्ति. मतुप् प्रत्ययः इत्युक्ते यस्य यस्मिन् वा यस्मिन् बलमस्ति, यस्य बलमस्ति स एव बलवान्. यदि बुद्धिः अस्ति चेत् बुद्धिमान्, स्त्रीलिङ्गे बुद्धिमती. तत्र प्रत्ययस्य नाम अस्ति मतुप्, मतुप् प्रत्ययः. तदर्थमेव अत्र बलवान्, बलवान् इति पदं, तस्य अर्थः कः? यस्य बलमस्ति, यस्मिन् अथवा यस्मिन् बलमस्ति स एव बलवान्. परन्तु अत्र बलम् इति पदम् अत्र अकारान्तपदम् इति कृत्वा बलवान् भवति, परन्तु बुद्धिः इति पदम् इकारान्तपदम् इति कृत्वा बुद्धिमान् भवति. तथा एव बलवान्, गुणवान्, तथा वान् वान् कुत्र वान् वान् इति बलवान् गुणवान् इति रूपाणि सम्भवन्ति, परन्तु शक्तिमान् किमर्थं तथा? किमर्थं तथा इत्युक्ते शक्तिः इकारान्तपदं, शक्तिः. बुद्धिः इकारान्तपदं. तदर्थं मतुप्रत्ययरूपं बुद्धिमान्, शक्तिमान्, स्त्रीलिङ्गे शक्तिमती, बुद्धिमती तथा भवति. उत्तमं. तावदेव. अनन्तरम् उकारान्त अस्ति वा? अस्ति न भगिनि. हनुमान् हनुपदं मूलपदं न जानामि, किन्तु जा अस्ति. हनुमत् भगिनि, हनुमत् हनुमत् हनुमत् हनुमत् तकारान्तपदं. तदर्थमेव हनुमान्. प्रथमाविभक्ति यथा भवान् शब्दवत्. अत्र हनु इति पदस्य अर्थः कः? कोऽपि जानाति वा? अत्र जा इति अर्थः इति अहं चिन्तयामि. जा, बिकास् द जा वास् ब्रोकन्, हि केम् टु बि नोन् एस् हनुमान्. तत् अहं जानामि, किन्तु अत्र रघुपति आचार्य महोदय मतुप्रत्ययं योजयित्वा हनुमान् इति पदस्य अर्थं वदतु. यस्य हनुः अस्ति, यस्य हनुः हनुः अस्ति सः हनुमान्. सः सः हनुमान् हनुमान् तावदेव. यस्य यस्मिन् वा हनुः अस्ति सः एव हनुमान्. तत्रापि मतुप्रत्ययः. उत्तमम्. अनन्तरम् अत्र भानुचैतन्य महोदय भवान् करोति वा अत्र? भगिनि, हनुः अर्थं जा अस्ति वा? हनुमत् अर्थं? हनुमत् इति प्रातिपदिकं रूपम् इत्युक्ते हनुमान् इति पदं सुबन्तपदम् इत्युक्ते नामपदं, नौन्, नौन् इति कृत्वा तस्य प्रातिपदिकं रूपम् अस्ति हनुमत् तकारान्तपदम्. परन्तु भवती यथा भवती जानाति, भवत् इति शब्दात् भवान् अथवा भगवत् इति शब्दात् भगवान्, तथा एव अत्रापि हनुमत् तकारान्तपदम्. इदानीं पर्यन्तं वयं अजन्तपदानि एव ज्ञातवन्तः, परन्तु अग्रे गत्वा हलन्तपदानि अपि वयं ज्ञास्यामः. अत्र उत्तमं भगिनी. अत्र भानुचैतन्य महोदय अत्र आहूतवान् इति पदमस्ति महोदय, वदतु अत्र. महोदय, आहूतवान् वदतु अत्र पदरूपाणि वक्तव्यं. वदतु. आहूतवान् आहूतवन्तौ आहूतवन्तः स्त्रीलिङ्गे आहूतवती आहूतवत्यौ आहूतवत्यः उत्तमं ऋषिः मेघम् आहूतवान् पुनः पुत्रीं पृष्टवान् भवती एतं परिणेष्यति वा अत्र पश्यन्तु आहूतवान् इत्यस्मिन् आ उपसर्गपूर्वकः ह्वे धातुः लट्लकाररूपमस्ति आह्वयति वयं सर्वे जानीमः आह्वानम् इति पदं जानीमः आह्वानम् इति पदं तस्य रूपं किं महोदय वदतु रूपम् इत्युक्ते महोदय आह्वानम् आह्वानम् इति जानाति चेत् ल्युडन्तरूपं जानामि ल्युट् रूपं यथा पठन् पठ् धातोः ल्युट् रूपं पठनं तथा एव अत्र आह्वयति तत्र आह्वानमिति ल्युडन्तरूपम् अग्रिमे पुटे किमस्ति शीघ्रं पठतु महोदय मम पार्श्वे नास्ति वा अस्तु भूमभगिनी पठितुं चेत् सा उक्तवती एतस्य वर्णः कृष्णः अतः एषः मास्तु इतोपि उत्तमं वरं सूचयतु इति इत्युक्ते किं भगिनि स्वस्य वाक्यैः वदतु सा उक्तवती कृष्णः वर्णः कृष्णः अस्ति मेघः सो मास्तु इतोपि उत्तमं वरम् इदानीम् उत्तमं वरं सूचयतु इति पितरं पृच्छति उत्तमं उत्तमम् इत्युक्ते अत्र कृष्णः कृष्णः इत्युक्ते श्यामवर्णः अथवा कालवर्णः यदि भवन्तः जानन्ति चेत् गौरवर्णे अस्ति इति कृत्वा गौरी इति वदामः कालवर्णे अस्ति इति कृत्वा काली इति वदामः पार्वत्याः नामानि सन्ति गौरी अत्र गौरवर्णं तथा एव काली कालवर्णं तथा ब्लाक् कलर् अस्ति इति कृत्वा काली तथा एव अत्र मेघः कृष्णः अतः इतोपि उत्तमं वरं सूचयतु इति सा उक्तवती अनन्तरं किम् अभवत् शिः मेघं पृष्टवान् मेघः उक्तवान् वायुः सहस्रधा मम विभागं करोति अतः श्रद्धा एव मम अपेक्षया बलवान् इति वायुः ममापि बलवान् अस्ति इति मेघः उक्तवान् इत्युक्ते अत्र सहस्रधा इति पदमस्ति सहस्रधा इत्युक्ते वायुः सहस्रधा मम विभागं करोति इत्युक्ते वायुना किं भवति वायुना सर्वे मेघाः मेघाः चलन्ति इतस्ततः चलन्ति वायुना मेघाः इतस्ततः सञ्चरन्ति तदर्थमेव वायुः सहस्रधा मम विभागं करोति तदर्थम् अतः एव वायुः मम अपेक्षया बलवान् इति मेघः उक्तवान् अनन्तरं ऋषिः वायुम् आहूतवान् परन्तु पुत्री वायुमपि न अङ्गीकृतवती इतोपि बलवान् कः अस्ति इति पृष्टवती वायुः अपि तस्य अपेक्षा नास्ति न अङ्गीकरोति किमर्थं पठतु वायुः स्थिरं नास्ति सर्वत्र गच्छति चलति इत्युक्ते अत्र अत्र वायुः एव स्वयमेव वदति तत्र उत्तरं ददाति अत्र वायुः किमर्थं मम अपेक्षया इतोपि बलवान् कः इति वायुः एव वदति किं वदति पठतु अग्रिमं अहं पर्वतं कम्पयितुं न शक्नोमि, अतः पर्वतः एव बलवान् इति वायुः उक्तवान्। अनन्तरं पर्वतम् आहूतवान्। वायुः वदति पर्वतः मम अपि बलवान् अस्ति, मम अपेक्षया बलवान्, मम अपेक्षया बलवान् अस्ति, परन्तु पर्वतः उक्तवान् यद्यपि अहं बलवान् तथापि मूषिकः मम शरीरे सर्वत्र बिलं करोति, मूषिकः एव मम अपेक्षया बलवान् इति। उत्तमम्। अत्र एकवारं पश्यन्तु, अत्र पर्वतं कम्पयितुं न शक्नोमि, कम्पयति, कम्पयति इति पदमस्ति अत्र। वयं गते सप्ताहे एव वयं पठितवन्तः व्याकरणवर्गे, कम्प् धातुः इदित् धातुः, तत्र मूल कम्प् धातोः मूलरूपमस्ति कप्यों, कप्यों इति अत्र धातुः अस्ति। कप्यों इति धातुतः अत्र इदितोनुं धातोः इति सूत्रेण अत्र कम्प् इति रूपम् आगच्छति। कप्यौ इति पूर्वरूपं, परन्तु पकारात् पूर्वं तत्र मकारः प्रथमतया नुमागमः भवति इति कृत्वा अत्र इदितोनुं धातोः इति सूत्रेण मिदचोन्त्यात् परः इति सूत्राभ्यां तत्र कपि कम्प् भवति। तत्र रूपाणि सन्ति कम्पयति अपि च कम्पयते इति रूपाणि भवन्ति अत्र। आत्मनेपदे अपि अस्ति, परस्मैपदे अपि अस्ति। अत्र किं वदति, पर्वतः एव मम अपेक्षया बलवान् इति वायुः उक्तवान्, परन्तु उक्तवान्। तदनन्तरं यद्यपि अहं बलवान् तथापि मूषकः मम शरीरे सर्वत्र बिलं करोति। बिलम् इत्युक्ते बिलं होल्स्, रन्ध्रं करोति। तदर्थं मूषकः एव मम अपेक्षया बलवान् इति वदति। अन्ततः गत्वा किम् अभवत् भगिनि? ऋषिः मूषकम् आहूतवान्, पुत्रीं पृष्टवान्, भवती एतं परिणेष्यति वा इति। सा सन्तोषेण अङ्गीकृतवती। अनन्तरं तां मूषिकां कृत्वा मूषिकेण सह तस्याः विवाहं कारितवान्। तस्याः विवाहं अवगतं वा भगिनि? वाक्यैः वदतु। बालिका मूषिकं दृष्ट्वा आनन्देन मूषिकं परिणेतुम् इच्छति। मूषिकेण स्वविवाहं कर्तुम् इच्छति। अत्र मूषिकेण अस्ति भगिनि, पश्यतु किमर्थम् अत्र णत्वं, किमर्थं निमित्तं किं? मूषिकेण शकारः निमित्तमस्ति, तदर्थमेव मूषिकेण अस्ति। अनन्तरम् अन्तिमं पदमस्ति कारितवान्। कारितवान् इति पदं कस्मिन् विषये वदतु? कारितवान् करोति, कृ दातु, कारितवान् कारितवन्तौ कारितवन्तः। परन्तु अत्र करोति इति पदस्य रूपं किं? करोति कृतवान्, परन्तु अत्र कारितवती अन्येन कार्यं कारयति, अन्यं कार्यं कारयति इत्युक्ते कारयति इति पदात् कारितवान्, करोति इत्यस्मात् कृतवान्, कथा अवगतं वा? सर्वे सम्यक् रीत्या अवगतवन्तः वा? उत्तमं। कथायाः नीतेः विषये त्रीणि वाक्यानि गृहपाठरूपेण लिखन्तु। अधुना अत्र स्थगयाम। सर्वेषां धन्यवादः, कालातीतः अभवत्। अधुना स्थगयाम, अग्रिमे सप्ताहे इतोपि अन्यान् विषयान् ज्ञास्यामः। उत्तमं, धन्यवादः भगिनि। धन्यवादः. हरि ओं महोदय, धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः.